अस्य श्लोकस्य अर्थः बहुविधाः यज्ञाः लोके वर्तन्ते। द्रव्ययज्ञाः द्रव्यैः क्रियमाणाः यज्ञाः, तपोयज्ञाः तपसा क्रियमाणाः यज्ञाः, योगयज्ञाः योगशास्त्रेण क्रियमाणाः यज्ञाः, तथा अपरे स्वाध्याययज्ञाः स्वाध्यायेन क्रियमाणाः यज्ञाः, तथा ज्ञानयज्ञाः ज्ञानेन मार्गेण क्रियमाणाः यज्ञाः। ते सर्वे यज्ञाः कर्मविसूचकाः भवन्ति, कर्म विसूचयन्ति इति कर्मविसूचकाः। ते सर्वे यज्ञाः कर्म सूचयन्ति, ते यज्ञाः मनुष्याणां कर्माणि सन्ति।